नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति निजन्तव्यवस्थायां प्रयोजकत्वं कर्मत्वम् इति विषयः. तत्र पुनःस्मरणत्वेन कः वदति? शोभा भगिनी वदति वा? आम् भगिनि, तत्र अण्यन्त अवस्थायां यः प्रयोज्यकर्ता अस्ति न कर्ता अस्ति तस्य कर्मसंज्ञा भवति. तत्र निजन्त ण्यन्त अवस्थायां तत्र गतिबुद्धिप्रत्यवसानात् शब्दकर्म कर्मकाणाम् अणि कर्ता स नौ इति सूत्रेण केषाञ्चित् धातूनां एव कर्मसंज्ञा भवति इति दृष्टवन्तः. तत्र इत्युक्ते तत्र नियमसूत्रं नियमस्य सीमां करोति इति, अपि च कर्मणि द्वितीया इति सूत्रम् आगतं तत्पश्चात्. तत्र कर्मणि द्वितीया इति तत्र बहवः विषयाः सन्ति तस्मिन् परिच्छेदे. कर्मसंज्ञा इति संज्ञा विधीयते, अपि च तत्र कर्मसंज्ञा यस्य विहिता भवति तत् अभिहितम् इति वदामः. इत्युक्ते तत्र अनुक्ते अथवा अनभिहिते कर्मसंज्ञा केन सूत्रेण कथं भवति इति अपि दृष्टवन्तः. इत्युक्ते तत्र एकक्षणं भगिनि. प्रत्ययेन न उक्तं चेत्, प्रत्ययेन अनुक्तम् अस्ति चेत् तर्हि तत्र केन किञ्चित् साहाय्यम् आवश्यकं. तत्र भगिनी पठितवती किन्तु इत्युक्ते तत्र अनभिहिते नाम अनुक्ते केन अनुक्तम् इत्युक्ते तत्र प्रत्ययेन इति, इत्युक्ते तत्र तिङ् प्रत्ययेन उक्तं वा अथवा अन्यप्रत्ययेन तत्र अर्थः कर्तुः अथवा कर्मपदस्य अर्थः उक्तं वा इति, न उक्तं चेत् किं भवति इति, अपि च यस्मिन् अर्थे प्रत्ययः विधीयते. प्रत्ययः प्रत्ययस्य अर्थः अस्ति, अपि च यस्मिन् अर्थे प्रत्ययः विधीयते सः उक्तः भवति इति. इत्युक्ते तत्र कर्त्रर्थे विहितः अस्ति चेत् तदा कर्ता प्रत्ययेन उक्तः भवति. यथा तत्र अण्यन्तवाक्ये बालकः शालां गच्छति, तत्र गच्छति इति प्रत्ययः कर्तृर्थे विहितः भवति, अतः तत्र बालकः तस्य कर्तृसंज्ञा भवति. अपि च प्रत्ययः कर्मार्थे विहितः अस्ति चेत् तर्हि कर्म उक्तं भवति. यदा तत्र बालकः शालां गच्छति, शालाम् इति तस्य कर्मसंज्ञा उक्तः उक्तं भवति, अतः तस्य न बालकः शालां गच्छति इति तत्र कर्म उक्तं भवति वा? तत्र इत्युक्ते बालकः शालां गच्छति इत्यत्र फलं कर्मणि अस्ति. कर्मणि द्वितीया इति सूत्रेण तस्य द्वितीया विभक्तिः भवति, किन्तु कर्मपदम् इति निर्दिष्टम् अस्ति अत्र इति. सत्यं, कर्म एतावता यदुक्तं समीचीनं. केवलं स्पष्टीकर्तुम् इच्छामि यत् यद्यपि तत्र किं बालकः शालाम् इत्यस्य कर्मसंज्ञा अस्ति, परन्तु गच्छति इत्यत्र यः प्रत्ययः अस्ति तेन प्रत्ययेन उक्तः अस्ति वा? न क्षम्यतां, तत्र किमपि प्रत्ययः एव नास्ति. शालाम् इति अनुक्तमेव, प्रत्ययः नास्ति एव तस्य कृते, केवलं द्वितीया. अतः अस्तु, अनभिहिते द्वितीया एव, अतः एव द्वितीया. यदि अभिहितम् अस्ति तदानीं द्वितीया न भवति. यदि अभिहितम् अस्ति चेत् द्वितीया न भवति, अनभिहिते द्वितीया. सर्वत्र विभक्तिविधानं तत्तद्विभक्तिविधानम् अनभिहितं चेदेव भवति, अभिहितं चेत् कुत्रापि तादृशविभक्तिविधानं न भवति. तत्र तु प्रथमा एव भवति सामान्यतया, अभिहितं चेत् अभिहिते प्रथम एव अभिहिते प्रथम एव अनभिहितं चेत् एव तत्र विभक्तिविधानं तदानीं कर्मसंज्ञा अस्ति चेत् द्वितीया विभक्तिः अधिकरणसंज्ञा अस्ति चेत् सप्तमी विभक्तिः अपादानसंज्ञा अस्ति चेत् पञ्चमी विभक्तिः सम्प्रदानमस्ति चेत् चतुर्थी विभक्तिः तदानीं तत्र संज्ञाम् आश्रित्य अनभिहिते विभक्तिविधानं अनभिहिते कारकेण संज्ञाः भवन्ति इति इत्युक्ते अभिहितं चेदपि संज्ञा भवितुमर्हति इदानीं कश्चन प्रत्ययः कर्मार्थे विहितः चेत् कर्मणः तत्र कर्म उक्तं भवति परन्तु तत्र कर्मसंज्ञा अपेक्षिता यतोहि तत्र कर्मार्थे प्रत्ययः विहितः इति कृत्वा कर्म अपेक्षिता कर्मसंज्ञा अपेक्षिता परन्तु तत्र केवलं प्रथमविभक्तिः एव भवति उक्ता चेत् प्रथमविभक्तिः भवति अनुक्तं चेत् तत्र विभक्तिविधानं पुनः भगिनी तत्र कर्मसंज्ञा अनुक्तं चेत् प्रथमा भवति इति उक्तवती उक्तं चेत् प्रथमा भवति अनुक्तं चेत् कारकेण तत्र विभक्तिषु विभक्तिविधानं भवति इति तत्र कर्म इत्यस्य कृते किं दृष्टवन्तः भगिनि तर्हि इत्युक्ते भवती न जाने भवति तथा वक्तुमिच्छति वा न वा इति परन्तु संज्ञा अस्ति खलु कारकसंज्ञा कर्तसंज्ञा कर्मसंज्ञा इत्यादयः संज्ञाः केवलं विभक्तिविधानार्थमेव नास्ति प्रथमाविभक्तिविधानार्थमपि अस्ति यतोहि प्रत्ययः तस्मिन् अर्थे विहितः चेत् कर्मार्थे विहितः चेत् तदानीं तत्र किञ्चित् पदस्य कर्मसंज्ञा स्यात् खलु तदानीमेव कर्मार्थे विहितः इति वक्तुं शक्नोमि सत्यं कर्तार्थे विहितः इति वक्तव्यं चेत् तत्र किञ्चित् पदं कर्तृरूपेण स्यात् अतः कर्तृसंज्ञा कर्मसंज्ञा इत्यादयः संज्ञाः केवलं विभक्तिविधानार्थं नास्ति तत्र प्रत्ययेन अपि उक्तं भवितुम् अर्हति अतः संज्ञा इति यत्र कुत्रापि भवितुम् अर्हति संज्ञायाः प्रयोजनम् अस्ति वाक्ये तर्हि संज्ञाम् आश्रित्य प्रथमा भवति वा नो चेत् विभक्ति द्वितीया भवति वा तृतीया भवति वा इति तदानीं चिन्तनीयं भवति प्रत्ययेन उक्तः अस्ति चेत् प्रथमा एव भवति अनुक्तं चेत् तदानीं द्वितीया तृतीया यत्किमपि भवितुमर्हति तर्हि तत्र हा कर्मणि भवति चेत् कर्मसंज्ञा प्रत्ययेन उक्तः भवति प्रत्ययः कर्मार्थे अस्ति चेत् प्रत्ययेन कर्म उक्तं भवति अतः तत्र प्रथमा भवति इति इत्युक्ते सर्वदा तत्र अस्माकं प्रथमः प्रश्नः यस्मिन् कस्मिन्नपि वाक्ये प्रथमः प्रश्नः अत्र कृत् प्रत्ययः अस्ति वा तिङ् प्रत्ययः अस्ति वा इति चिन्तनीयं वाक्ये तु सर्वदा तिङ् प्रत्ययः तु भवति एव यस्मिन् कस्मिन्नपि वाक्ये तिङ् प्रत्ययः तु भवति एव अध्याहाररूपेण अपि भवति साक्षात् भवति नो चेत् अध्याहार्यं खलु तिङ् प्रत्ययः नास्ति चेत् अध्याहार्यं भवति कृत् प्रत्ययः एव अस्ति चेत् तिङ् प्रत्ययस्य अध्याहारणं भवति तदानीं यत्र प्रत्ययः अस्ति तिङ् वा भवतु कृत् वा भवतु तदानीं प्रष्टव्यम् अयं प्रत्ययः कस्मिन् अर्थे अस्ति इति एव अस्माकं प्रथमः प्रश्नः प्रत्ययः कस्मिन् अर्थे अस्ति इति प्रश्नः तर्हि इदानीं कुत्रचित् कर्त्रार्थे विहितः अस्ति प्रत्ययः कर्त्रार्थे अस्ति इति यदा वयं वदामः इदानीं कर्त्रार्थे अस्ति इत्युक्ते प्रत्ययस्य अर्थः कर्ता इति अर्थः प्रत्ययस्य एव अर्थः कर्ता इति अर्थः अतः कर्तृपदम् इति भिन्नम् अस्ति रामः गच्छति इति वयं वदामः चेत् तत्र गच्छति इत्यत्र यः तिङ् प्रत्ययः अस्ति तस्य अर्थः एव कर्ता इति अर्थः अतः एव कर्त्रार्थः इति वदामः कर्ता इति अर्थः तर्हि कर्ता इति अर्थः इत्युक्ते किं तेनापि तत्र सामानाधिकरणीयम् अस्ति इति स्मर्तव्यं यथा विशेषणविशेषभावः अस्ति तथा एव अत्रापि सुन्दरः बालकः इति वयं वदामः चेत् सुन्दरः एव बालकः बालकः एव सुन्दरः इति सामानाधिकरणीयम् अस्ति खलु तत्र एवमेव रामः गच्छति इति वयं वदामः चेत् तत्र तिङ् प्रत्ययः इत्यस्य अर्थः कर्ता रामः इति पदस्य अर्थः अपि कर्ता अतः अनयो सामानाधिकरणीयम् अस्ति रामः इस् ईक्वल् टु तिङ् खलु समानाधिकरणीयम् अस्ति यद्यपि तत्र समानविभक्तिकत्वं नास्ति पश्यन्तु वैचित्र्यम् अस्ति सामान्यतया सुन्दरः बालकः इति अहं वदामि चेत् विशेषविशेषभावः अस्ति, समानादिकरण्यम् अस्ति, समानविभक्तिकत्वमपि अस्ति तत्र. आम्. परन्तु रामः गच्छति इति अहं वदामि चेत् रामः अपि च तिङ् प्रत्ययः द्वयोः अपि कर्तृसंज्ञा, द्वयमपि कर्तारमेव बोधयति, अतः समानादिकरण्यम् अस्ति. राम इस् ईक्वल् टु तिङ्, परन्तु तत्र समानविभक्तिकत्वं नास्ति इति भेदः. आम्. यतोहि तिङ्प्रत्ययः तु सुप्रत्ययः नास्ति, तिङ्प्रत्ययः सुबन्तं नास्ति, सुबन्तमस्ति चेदेव विभक्ति भवति. इत्युक्ते अत्र पश्यन्तु इतोपि वैचित्र्यमस्ति, तिङ्प्रत्ययस्य अपि विभक्तिसंज्ञा अस्ति खलु, विभक्तिश्च इति सूत्रेण तिङ्प्रत्ययस्य अपि विभक्तिसंज्ञा अस्ति, सुप्रत्ययस्य अपि विभक्तिसंज्ञा अस्ति. विभक्तिसंज्ञा तु अस्ति, परन्तु समानविभक्तिकत्वम् इति वक्तुं न शक्नुमः. यतोहि रामः इत्यस्य प्रथमाविभक्तिः, तिङ्प्रत्ययस्य तादृशप्रथमाविभक्तिः इति अर्थः नास्ति. अतः समानविभक्तिकत्वं नास्ति, परन्तु समानाधिकरण्यं तु अस्ति. अतः एव यत्र कुत्रापि कर्मार्थे इति वयं वदामः चेत् प्रत्ययः इस् ईक्वल् टु कर्म इति अर्थः. कर्म इति भिन्नम् अस्ति. इदानीं रामेण शाला गम्यते, गम्यते इत्यत्र तिङ् प्रत्ययः कर्मार्थे अस्ति, ते इति प्रत्ययः कर्मार्थे अस्ति, ते इति प्रत्ययः इस् ईक्वल् टु शाला, ते इस् इक्वल् टु शाला. तर्हि ते प्रत्ययेन शाला उक्ता अस्ति इति कृत्वा शाला इत्यस्य प्रथमाविभक्तिः. शाला इस् ईक्वल् टु ते, ते इति प्रत्ययेन शाला एव उच्यते. यतोहि ते इति इत्युक्ते कर्म, शाला इति इत्युक्ते कर्म. अतः द्वयोः समानाधिकरण्यम् अस्ति तत्र. समानाधिकरण्यम् अस्ति इति कृत्वा तत्र अतः एव तिङ्प्रत्ययेन शाला इति कर्म उक्तमस्ति इति कृत्वा शाला इत्यस्य अभिहिते प्रथमाविभक्तिः भवति. अतः सर्वदात्मकं प्रथमः प्रश्नः वाक्ये प्रत्ययः कस्मिन् अर्थे अस्ति इति प्रश्नः. तर्हि तस्य समाधानं यदा भवति कर्तरार्थे अस्ति, कर्मार्थे अस्ति, भावार्थे अस्ति, अधिकरणार्थे अस्ति, सम्प्रदानार्थे अस्ति इति एवं रीत्या यदा समाधानं भवति तदानीं वयम् अवगन्तुं शक्नुमः किमर्थम् एतादृशप्रश्नः. इत्युक्ते प्रत्ययः कस्मिन् यस्मिन् कस्मिन् अपि अर्थे भवतु, यस्य कस्यापि प्रथमा भवतु, तेन किं मम कृते किम् अस्ति तत्र, किमर्थं यस्य यस्य यस्य पदस्य प्रथमाविभक्तिः इति किमर्थम् अवगन्तव्यं, कोऽपि वदतु. इत्युक्ते तत्र वाक्यरचनायां तस्य किं तत्र वाक्यरचनायां तत्र अभिहिते अनभिहिते इत्यस्य आवश्यकता अस्ति तत्र विभक्तिसाधनाय, अपि च कर्ता अपि कर्म इति नामकरणाय संज्ञां. तत्सर्वम् अस्ति, तत्सर्वमस्ति, परन्तु मम पुरतः वाक्यमेव अस्ति. मम पुरतः एकवाक्यं वाक्यमस्ति, तत्र वाक्ये विभक्तिविधानं सर्वम् अस्ति. रामः शालां गच्छति इति सर्वम् अस्ति, तत्र तिङ्प्रत्ययः अस्ति, रामः अस्ति, शाला अस्ति, सर्वम् अस्ति, विभक्तिः सर्वम् अस्ति. तर्हि इदं वाक्यम् अहं पश्यामि चेत् मम कृते कः लाभः तत्र प्रत्ययः कर्त्रार्थे अस्ति इति ज्ञात्वा मम कृते कः लाभः? तत्र यदि प्रेरणार्थे वाक्यं वक्तुं वदा इच्छामः अथवा कर्मणि अथवा भावे वक्तुम् इच्छामः चेत् तत्र कर्ता सर्वं नास्ति, तत्सर्वं नास्ति. मम पुरतः वाक्यं तु सामान्यवाक्यमस्ति, रामः शालां गच्छति इति एव वाक्यमस्ति, अतः प्रेरणार्थे तत्सर्वं मा चिन्तयतु. इदानीम् अस्मिन् वाक्ये तिङ्प्रत्ययः कर्त्रार्थे अस्ति इति बुद्ध्वा किं कः लाभः? तिङ्प्रत्ययस्य फलव्यापार तत्र फलम् इति व्यापारः कः करोति इति वदति न, तत्र तु यदि रामः पाठशालां गच्छति श्रूयते वा भगिनि? श्रूयते, श्रूयते, वदतु. तत्र कर्ता व्यापारः कः करोति इति वदति न, यदि तिङ्प्रत्ययः उक्तः सः कर्ता एव भवति न तर्हि न श्रूयते वा? इदानीं श्रूयते. हा, कर्ता कर्तारं बोधयति न, कर्ता कः अस्ति तत्र तिङ्प्रत्ययेन कर्तारं बोधयति न. यदि प्रत्ययः तिङ्प्रत्ययः कर्त्रार्थे नास्ति इति यदि कोऽपि इदानीं तत्र संस्कृतभारत्यां तत्र प्रथमवर्षे अस्ति, इदानीमेव प्रवेशः अस्ति कस्यचित्, तदानीं रामः शालां गच्छति इति सः पठति, तस्य कृते तत्र अर्थे अस्ति वा इति सर्वं किमर्थं तत्र सः जानाति रामः कर्ता इति जानाति रामः करोति इति जानाति तर्हि एतादृशज्ञानस्य कः लाभः केवलं शिरच्छेदनं वा देशखण्डनं वा नास्ति नास्ति परन्तु प्रत्ययः कर्तारं कर्तार्थे अस्ति वा कर्मार्थे अस्ति वा इति दृष्ट्वा उपयुज्यते खलु तस्य किं तत्र कः लाभः इति एव प्रश्नः कर्तार्थे अस्ति कर्मार्थे अस्ति इति सर्वं ज्ञात्वा कः लाभः आङ्ग्लभाषायां तु एतत् सर्वं किमपि न जानीमः एवमेव वदामः आङ्ग्लभाषा भिन्ना क्लेशः एव नास्ति संस्कृतभाषायामेव एवं क्लेशः इति मा वदतु भगिनि क्लेशः नास्ति वैचित्र्यम् अस्ति विज्ञानम् अस्ति शास्त्रमस्ति केशखण्डनं नास्ति शास्त्रमस्ति इत्युक्ते इतोपि अन्ततः गत्वा पश्यति चेत् सर्वं तत्र सर्वत्र विज्ञानमेव कुत्रचित् किमपि भवति चेत् तत्र विज्ञानमस्ति तत्र कारणमस्ति कारणं विना कार्यं न भवति अतः सर्वदा एवमेव अस्ति इति नास्ति अत्र कुत्रचित् कारणमस्ति एव कारणं विना कार्यं नास्ति अतः सर्वत्र कार्यकारणभावः तु अस्ति अत्रापि किमस्ति इति चेत् अन्य कोऽपि वक्तुमिच्छति वा इत्युक्ते वाक्ये प्राधान्यनिर्णयः कथं भवति वाक्ये किं प्रधानमिति कथं निर्णीयते अस्माभिः प्रत्ययैः प्रधानकर्म उक्तः भवति प्रत्ययेन प्रत्ययः यस्य यस्मिन् अर्थे विहितः अस्ति तस्य प्राधान्यं भवति इदानीं तस्य एव साक्षात् क्रियया सह अन्वयः भवति इदानीं इत्युक्ते तत्र इत्युक्ते रामः शालां गच्छति इति वाक्ये तत्र गच्छति इत्यत्र तिङ्प्रत्ययः कर्त्रार्थे अस्ति इति वयम् अवगच्छामः चेत् तत्र कर्तुः प्रधानः इत्युक्ते वाक्ये यस्य प्राधान्यं वर्तते इति कथं जानीमः इत्युक्ते एकस्मिन् वाक्ये सर्वेषां पदानां प्राधान्यं नास्ति खलु एकस्य पदस्य प्राधान्यम् अस्ति अन्येषां पदानां गौणत्वं वर्तते तर्हि किं प्रधानं प्राधान्यनिर्णयः अस्माभिः कर्तव्यः तत्र अस्मिन् वाक्ये किं प्रधानम् अस्ति इति ज्ञातुं तत्र प्रत्ययः कस्मिन् अर्थे इति वयम् अवगन्तुं शक्नुमः इत्युक्ते कर्त्रार्थे कर्मार्थे इति सामान्यतया वयं तस्य व्यवहारं कुर्मः प्रतिदिनम् इति कृत्वा तत्र महत्त्वं किम् इति वयम् अवगन्तुं न शक्नुमः परन्तु इत्युक्ते तत्र एकं वाक्यमस्ति किम् एषाम् इदम् आसितम् इति वाक्यम् एषाम् इदम् आसितम् इति वाक्यं तत्र प्रत्ययः आसितम् इत्यत्र तप्रत्ययः अधिकरणार्थे अस्ति अतः अधिकरणम् उक्तमस्ति इदम् इति तत्र अधिकरणमस्ति तस्य प्रथमविभक्तिः एषाम् इति कर्ता अस्ति तत्र षष्ठीविभक्तिः इति भिन्नवार्ता तत्र परन्तु येषाम् इदम् आसितम् इत्यत्र कस्य प्राधान्यं कर्तुः प्राधान्यं वा न अधिकरणस्य प्राधान्यम् इदमासितम् अस्ति इति वयं वदामः चेत् किम् अस्ति तत्र अधिकरणम् अस्ति अतः तस्य प्राधान्यम् अधिकरणस्य प्राधान्यम् इति एवं तत्र व्यवहारे कस्य प्राधान्यम् इति कथं निर्णेतुं शक्नुमः इत्युक्ते सर्वत्र एकमेव तत्र प्रथमावभक्तौ एकमेव पदमस्ति चेत् क्लेशः नास्ति परन्तु एतादृशवाक्ये यत्र एतेषाम् इदम् आसितम् इति वदामः चेत् किमपि न अवगम्यते एतेषाम् इदम् आसितम् इत्यस्य कः अर्थः इति न अवगम्यते सामान्यतया इदमिति पदस्य कः अर्थः इति न अवगम्यते सामान्यतया बोधः नास्ति तत्र विशेषबोधः तत्र एतादृशवाक्येषु प्राधान्यं कथं निर्णीयते प्रत्ययस्य अर्थः अवगम्यते चेत् निर्णीयते अधिकरणार्थे प्रत्ययः विहितः अस्ति अतः इदम् इत्यत्र अधिकरणमस्ति अधिकरणस्य प्राधान्यम् अस्ति अस्मिन् वाक्ये इति एवं रीत्या निर्णयः शक्यते यदा प्रत्ययार्थः कः इति अवगम्यते अतः प्रौढानाम् इत्युक्ते तत्र संस्कृतभाषायां प्रवेशः अस्ति चेत् तदानीं तस्य कृते एतत् सर्वं मास्तु अनावश्यकं परन्तु यदा वयं शास्त्रे इतोपि तत्र अस्माकम् अभ्यासः भवति इतोपि गहनरीत्या ज्ञानं यदा भवति त तदानीम् अस्माकम् इतोपि कुतूहलता भवति खलु, ओ किमर्थमेवमस्ति किमर्थमेवमस्ति इति, तदानीं तत्र वयम् अवगन्तुं शक्नुमः वाक्ये कस्य प्राधान्यम् अस्ति इत्युक्ते शास्त्रार्थस्य अवगमनार्थं वाक्ये कस्य प्राधान्यम् इति अवगन्तव्यम्। इत्युक्ते वेदवाक्यं वयं पठामः अथवा वेदान्तं पठामः चेत् तत्र वाक्येषु तत्र दीर्घं वाक्यं भवति, तदानीं वाक्येषु कस्य प्राधान्यम् इति कथं निर्णेतुं शक्नुमः इति चेत् प्रत्ययः यस्मिन् कस्मिन् अपि अर्थे अस्ति तस्य प्राधान्यम्। एवं रीत्या तत्र लाभः अस्ति, अस्य ज्ञानस्य लाभः अस्ति। अस्तु भगिनि, शोभा भगिनी इतोपि किमपि वक्तुमिच्छति वा? न भगिनि, इत्युक्ते तत्र यथा पूर्वस्मिन् वर्गे अपि दृष्टवन्तः, कृत् प्रत्ययः भावार्थे भवति चेत् तत्र कर्ता कर्म द्वयोः अपि अनुक्त स्थितिः भवति इति, तर्हि तत्र कृत् प्रत्ययस्य योगे सामान्यतया कर्तुः कर्मणः च षष्टिविभक्तिः भवति इति, अपि च तत्र यथा इत्युक्ते तत्र प्रत्ययः किं तस्य अन्वयः कुत्र, अपि च तेन प्राधान्यं वाक्ये प्राधान्यं कस्य कृते अस्ति इति ज्ञातुं शक्नुमः इति, सर्वदा कर्ता एव नास्ति, अधिकरणस्य अपि भवति इति भवती उक्तवती इति मन्ये। तर्हि एतावता अस्माभिः अधीतं, तर्हि इदानीम् अग्रे वयं गन्तुं शक्नुमः। अत्र तु सारांशः भगिन्या उक्तमेव सम्यक्तया, परन्तु एकेन वाक्येन वक्तव्यं चेत् प्रयोज्यकर्तुः कर्मत्वं कदाचित् सम्भवति यदा गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्म अणिकर्ता स नौ इति सूत्रे धातुः तादृशधातुः उल्लेखितः, गत्यर्थकः बुद्ध्यर्थकः प्रत्यवसानार्थकः अकर्मकः अस्ति चेत् इदानीं प्रयोजकर्तुः कर्मत्वं भवति, कर्मसंज्ञा भवति अनेन सूत्रेण। कर्मसंज्ञा अस्ति चेत् तदानीं तत्र किं द्वितीयाविभक्तिः भवति, अनुक्ते कर्मणि द्वितीयाविभक्तिः भवति इति सारांशः। यत्र कर्मसंज्ञा न भवति, गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मक अणिकर्ता सणौ इति सूत्रेण कर्मसंज्ञा न भवति, तदानीं तत्र कर्तृसंज्ञा एव अस्ति, तर्हि तत्र तृतीया कर्तृकरणयोः तृतीया इत्यनेन तृतीयाविभक्तिः एव भवति इति सारांशः। अन्यत् सर्वं तु अस्माकम् अवगमनार्थम् उक्तमस्ति अत्र, अत्र अस्मिन् पाठे सारांशतया वयं वदामः चेत् एवमेव वाक्यद्वयेन वक्तुं शक्यते। तर्हि इदानीं गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणौ अकर्मकाणाम् अणिकर्तासनौ इति सूत्रे प्रत्येकं पदस्य उदाहरणं, प्रत्येकं धातोः उदाहरणं वयं पश्यामः, गत्यर्थकदातवः इति। तर्हि तत्र विजयलक्ष्मी भगिनी पठतु। आं भगिनि पठामि। गत्यर्थकधातवः, गतिः अर्थः येषां ते गत्यर्थकाः, ततः एव भगिनि सत्यम्। गतिः इत्यनेन केवलं गतिः इति एव स्वीक्रियते, न तु प्राप्तिः इत्यादयः। गत्यर्थकधातवः इति पदस्य विग्रहवाक्यं भवति गतिः अर्थः येषां ते गत्यर्थकाः। गत्यर्थक येन धातुतः सूच्यते तस्य धातोः गत्यर्थकधातु इति नामकरणं भवति। गति इत्यनेन केवलं गति इति एव स्वीक्रियते, प्राप्तिः इति अर्थः न स्वीक्रियते। यज्ञदत्तः देवदत्तं विद्यालयं गमयति, देवदत्तः विद्यालयं गच्छति इति अन्यन्त अवस्थायां वाक्यमस्ति। गम् धातुतः हेतुमति च इत्यनेन निचः विधानम्, निच् प्रत्ययं योजयित्वा गमि इति धातुः निष्पद्यते, लटि प्रथमपुरुषैकवचने गमयति इति रूपम्। गम् इति धातोः अर्थः देशान्तर प्राप्त्यनुकूलव्यापारः गमि इति धातोः अर्थः देशान्तरप्राप्त्यनुकूलव्यापारानुकूलव्यापारः यज्ञदत्तः यः प्रयोजककर्ता अस्ति सः तत्प्रयोजको हेतुश्च इति सूत्रेण हेतुसम्यकः कर्तृसम्यकः च भवति. अग्रे पठित्वा वदामि वा एतस्य विवरणं दास्यामि वा भगिनि? अग्रे पठित्वा वदतु भगिनि. देवदत्तः इति यः कर्ता अन्यन्त अवस्थायां सः न्यन्तावस्थायां कर्मत्वं प्राप्नोति. गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अनि कर्तासणौ इति सूत्रेण, यतोहि गम् इति धातुः गत्यर्थकः अस्ति. अस्माकं वाक्येषु अन्यन्तावस्थायां कर्ता कः इति ज्ञातव्यं भवति. सः एव न्यन्तावस्थायां प्रयोज्यकर्ता भवति. प्रयोज्यकर्ता एव कर्मसंज्ञां प्राप्नोति. गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासणौ इति सूत्रेण, अधुना प्रयोज्यकर्म भवति. तदनन्तरं कर्मणि द्वितीया इत्यनेन देवदत्तस्य द्वितीया विभक्तिः विधीयते. अनेन यज्ञदत्तः देवदत्तं विद्यालयं गमयति इति वाक्यं सिद्ध्यति. वाक्यमस्ति यज्ञदत्तः देवदत्तं विद्यालयं गमयति इति. अत्र अन्यन्त अवस्थायां कार्यं तु देवदत्तः एव करोति, ततः देवदत्तः विद्यालयं गच्छति इति वाक्यं सिद्ध्यति. अत्र देवदत्तः अन्यन्त अवस्थायां कर्ता अस्ति, यतोहि गच्छति इति तिङ् प्रत्ययेन देवदत्तः अभिहितः अस्ति इति कृत्वा देवदत्तः कर्ता अस्ति. अत्र हेतुमति च इति सूत्रेण गम् धातुतः यदा निच् प्रत्यय विधीयते तदा गम् धातु गमी इति नूतनधातुः भवति, सनाद्यन्ताः धातवः इति सूत्रेण. अत्र गमी इति नूतनधातोः लट्लकारे प्रथमपुरुष एकवचने गमयति इति रूपम्. अत्र गम् धातुतः किं भवति, एकस्मिन् देशात् अन्यस्मिन् देशपर्यन्तं सः गच्छति. देशान्तरप्राप्त्य अनुकूलव्यापारः इति तस्य शास्त्रे वदामः. गमी इति गम् धातुतः एक फ्रोम् वन् प्लेस् अन्यस्मिन् स्थाने अन्यस्मिन् स्थानं प्राप्नुमः, तस्य व्यापारस्य आनुकूल्यत्वं गम् धातुतः भवति. गमी धातुतः अस्य कार्यस्य एकदेशात् अन्यदेशपर्यन्तं यः व्यापारः अस्ति तस्य व्यापारस्य किं प्रेरणारूपेण यः व्यापारः भवति तस्य विवरणं भवति गमी धातुतः. अतः अत्र यज्ञदत्तः सः तु स्वयं न गच्छति, यः गच्छति तां प्रेरयति गच्छतु इति. अतः यज्ञदत्तः प्रयोजककर्ता इति नामकरणं प्राप्नोति. अत्र तत् प्रयोजको हेतुश्च इति सूत्रेण यज्ञदत्तः अत्र हेतुसम्यकः अपि च कर्तृसम्यकः भवति. देवदत्तः यः अन्यन्त अवस्थायां कर्ता आसीत् सः न्यन्त अवस्थायां गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्ता सणौ इति सूत्रेण तस्य कर्मसंज्ञा भवति इति अस्य सूत्र एतत् नियमसूत्रमस्ति. गत्यर्थक यदि प्रत्ययः सारी धातु भवति तदा यः व्यापारः यः किं वक्तव्यं भगिनि यः कार्यं करोति यः कारकः भवति तस्य कर्मसंज्ञा भवति. अत्र गम् धातु गत्यर्थकः अस्ति इति कृत्वा अस्य सूत्रस्य अत्र किम् अस्ति अस्य सूत्रस्य अत्र विधानं भवति. देवदत्तः यः अन्यन्त अवस्थायां गच्छति तस्य कर्मसंज्ञा भवति यतोहि अत्र गच्छति इति धातुः गत्यर्थकः अस्ति इति कृत्वा गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म कर्मकाणाम् अनिकर्ता सणौ इति सूत्रेण देवदत्तः कर्मसंज्ञां प्राप्नोति. अनन्तरं कर्मणि द्वितीया इति सूत्रेण यः कर्मसंज्ञां प्राप्नोति तस्य द्वितीया विभक्ति भवति. अतः सम्पूर्णवाक्यं यज्ञदत्तः देवदत्तं विद्यालयं गमयति इति सिद्ध्यति. तावदेव. समीचीनं सर्वैः बुद्धं वा? अत्र सर्वप्रथमं तत्र अन्यन्तवस्थायां वाक्यं किम् इति चिन्तनीयं सर्वदा निजन्तप्रसङ्गे. अन्यन्तवस्थायाम् अत्र प्रथमतया अन्यन्तवस्थायां वाक्यं किम्? अनन्तरं प्रयोजककर्ता कः, प्रयोज्यकर्ता कः इति चिन्तनीयम्. तर्हि अत्र वयं यज्ञदत्तः गमयति इति यज्ञदत्तः इत्यस्य प्रथमाविभक्तिः अस्ति इति कृत्वा सः एव प्रयोजककर्ता इति वयं ज्ञातुं शक्नुमः. निजन्तवाक्यं दृष्ट्वा कः प्रयोजककर्ता इति चेत् यस्य प्रथमाविभक्तिः अस्ति यज्ञदत्तः गमयति इति यज्ञदत्तः इत्यस्य प्रथमाविभक्तिः अस्ति इति कृत्वा यज्ञदत्तः प्रयोजककर्ता. तर्हि प्रयोज्यकर्ता कः इति चेत् प्रयोज्यकर्तुः द्वितीयाविभक्तिः भवति नो चेत् तृतीयाविभक्तिः भवति. अस्मिन् वाक्ये द्वितीयविभक्तिः विभक्त्यन्तं पदं देवदत्तः इति पदं, तर्हि सः एव प्रयोज्यकर्ता. तर्हि अन्यन्तवस्थायां वाक्यं भवति देवदत्तः विद्यालयं गच्छति इति सामान्यवाक्यमस्ति. तर्हि देवदत्तः इति कर्ता अस्ति अन्यन्तवस्थायाम्. इदानीं तत्र प्रयोजकव्यापारः यत्र भवति गमी इति धातुः यदा सिद्ध्यति तदानीं तत्र निजन्तव्यवहारः भवति. तदानीं यज्ञदत्तः गमयति, यज्ञदत्तः प्रयोजककर्ता. तर्हि इदानीं तत्र अन्यन्तवस्थायां यः कर्ता अस्ति देवदत्तः तस्य निवेशः भवति अत्र अस्मिन् वाक्ये. तर्हि देवदत्तः इत्यस्य तृतीयाविभक्तिः भवति वा द्वितीयाविभक्तिः भवति वा इत्येव प्रश्नः. यज्ञदत्तः इत्यस्य सर्वदा प्रथमाविभक्तिः भवति, तत्र क्लेशः नास्ति. विद्यालयं तु कर्म एव अस्ति, अन्यन्तवस्थायामपि कर्म, अत्रापि कर्म एव अस्ति, अतः क्लेशः नास्ति कर्तरिप्रयोगे. अतः द्वितीया एव अस्ति. परन्तु कस्य विभक्तेः निर्णयः भवेत् इति चेत् देवदत्तः इति पदस्य विभक्तिः का इत्येव प्रश्नः. तर्हि तस्य तृतीयाविभक्तिः स्यात् वा नो चेत् द्वितीयाविभक्तिः भवति वा इति प्रश्नः. तर्हि गम् इति धातुः गत्यर्थकः अस्ति इति कृत्वा देवदत्तः इति यः प्रयोज्यकर्ता अस्ति तस्य कर्मसंज्ञा भवति गतिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासनौ इति सूत्रेण देवदत्तस्य कर्मसंज्ञा भवति. अपि च देवदत्तः अनुक्तः अस्ति गमयति इत्यत्र तिङ् प्रत्ययेन देवदत्तः न उक्तः इति कृत्वा तस्य कर्मणि द्वितीया इत्यनेन द्वितीयविभक्तिः भवति अत्र. अतः प्रथमतया कर्मसंज्ञा भवति गतिगुटिप्रत्यवसानार्थशब्दकर्म कर्मकाणौ इति सूत्रेण कर्मसंज्ञा भवति, अनन्तरं कर्मणि द्वितीया इत्यनेन द्वितीयविभक्तिः भवति इति क्रमः. तत्र अन्येषां पदानां तत्र क्लेशः एव नास्ति, तत्र प्रथमाविभक्तिः एव भवति, विद्यालयम् इत्यस्य द्वितीयविभक्तिः एव भवति, ण्यन्तावस्थायाम् अण्यन्तावस्थायाम् उभयत्र समानम्. तर्हि देवदत्तः इति पदस्य अण्यन्तावस्थायां प्रथमाविभक्तिः आसीत्, तस्य इदानीं द्वितीयाविभक्तिरूपेण परिवर्तनं जातम् अस्मिन् वाक्ये इति एव भेदः. अवगतम्? अस्तु, प्रश्नः नास्ति चेत् अग्रे गच्छामः. द्वितीयवाक्यं तत्र वंशी भगिनी पठतु. आं भगिनि, हरिः शत्रून् स्वर्गम् अगमयत् इति वाक्यमस्ति. अनन्तावस्थायां वाक्यमस्ति शत्रवः स्वर्गम् अगच्छन्. अस्तु, गम् धातुतः हेतुमती च इत्यनेन निचः विधानम्. निच् प्रत्ययं योजयित्वा गमि इति धातु निष्पद्यते. लङि प्रथमपुरुष एकवचने अगमयत् इति रूपम्. गत्यर्थः धातोः योगे अन्यन्तावस्थायाम् एक पुनः रूपं किम्? रूपं किम्? अगमयत्. अगमयत् क्षम्यता, दोषेण उक्तं वा? गत्यर्थकधातोः योगे अन्यन्तावस्थायाम् एकर्तारः शत्रवः भवति न शत्रवः. किमस्ति तत्र प्रातिपदिकं? किं शत्रु अस्ति न शत्रु बहुवचने शत्रवः गुरवः इव गुरुशब्दवः गुरुशब्दवः शत्रवः. ते गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणाम् अणिकर्तासनौ इति सूत्रेण कर्मसंज्ञकाः भवन्ति ण्यन्तावस्थायां. तदनन्तरं कर्मणि द्वितीया इत्यनेन शत्रूणां द्वितीया विभक्तिः विद्यते. अनेन हरिः शत्रून् स्वर्गम् अगमयत् इति वाक्यं सिद्ध्यते. अस्तु, अत्र ण्यन्तावस्थायां वाक्यमस्ति हरिः शत्रून् स्वर्गम् अगमयत्. तत्र अन्यन्तावस्थायां वाक्यमेव भवति. तत्र तु हरिः इति प्रयोजककर्ता, शत्रुः इति प्रयोज्यकर्तुः अस्ति. अतः तत्र अन्यन्तावस्थायां तत्र प्रेरणा नास्ति, सामान्यवाक्यं भवितुमर्हति. शत्रवः स्वर्गम् अगच्छन् इति भवति. अगच्छन् इति शत्रु इत्यस्य शत्रु इत्यनेन उक्तः अस्ति, कर्तारं बोधयति. अतः तत्र अगच्छन् इति बहुवचने अस्ति, शत्रवः इति बहुवचने अस्ति, सामान्यविलटीवाक्यमस्ति. यत्र प्रेरणा अस्ति, अधुना तु गम् धातु अस्ति. गम् धातु हेतु प्रेरणार्थे निच् प्रयोगः भवति हेतुमती च इति सूत्रेण. यत्र निच् विधानं भवति, गमि इति आदिदेशिकधातु भवति. तत्र गमि इति धातु भवति. गमि इति धातोः लङ्गीरूपं भवति अगमयत् इति रूपं भवति. अधुना तु अगमयत् इति प्रेरणार्थे अस्ति. गम् धातु प्रेरणार्थे लङ्गीरूपम् अस्ति. अतः तत्र प्रयोजककर्तु अस्ति, प्रयोजककर्ता हरिः भवति. हरिः प्रेरणा ददाति शत्रून् स्वर्गम्. अस्तु, तत्र शत्रवः तत्र हरिः प्रेरणा ददाति. कस्य प्रेरणा ददाति इत्युक्ते तत्र शत्रवः प्रेरणा ददाति स्वर्गम् अगमयत् इति. स्वर्गं किं वदामि तत्र अगमयत् हा अगमयत् स्वर्गगमनार्थं प्रेरणां ददाति. परन्तु शत्रून् ददाति वा इति एव तत्र किञ्चित् क्लेशः आसीत् तत्. अस्तु, किं शत्रवः इति अस्ति हरिः शत्रून् अपि प्रेरयति. हरिः तादृशः अस्ति, हरिः तादृशः अस्ति, तस्य कृते किं तत्र मित्रं वा शत्रुः वा इति नास्ति तत्र. यः कोऽपि भवतु, अस्तु, स्वर्गं गमनार्थं सर्वान् प्रेरयति. अस्तु, शत्रून् अपि न त्यजति. एतस्मिन् अर्थे भवति लिखितवती. अस्तु, समीचीनम्. अत्र तत्र अगम्यत् इति प्रेरणार्थे गम् धातुः अस्ति, अतः तत्र गम् धातुः गत्यर्थकधातुः अस्ति. अतः गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणां मणिकर्तासनौ इति सूत्रे गति इति यत् दलमस्ति, गति इति गत्यर्थकधातोः गत्यर्थकधातुं सूचयति. अतः तत्र गम् धातुः अनेन सूत्रेण प्रयोज्यकर्तुः यः अस्ति शत्रवः, तत्र द्वितीया विभक्ति प्राप्नोति, शत्रून् इति भवति. हरिः तु प्रयोजककर्ता प्रथमविभक्त्याम् एव भवति. अपि च तत्र सामान्यवाक्ये यत् स्वर्गं द्वितीया विभक्त्याम् अस्ति तदपि तदेव तिष्ठति. अप गतिबुद्धिप्रत्यवसानसूत्रेण तत्र शत्रवः कर्मसंज्ञा प्राप्नोति, तदनन्तरं कर्मणि द्वितीया इति सूत्रेण तत्र द्वितीया विभक्ति प्राप्नोति. अतः अन्तिमरूपं भवति हरिः शत्रून् स्वर्गम् अगमयत् इति अन्तिमवाक्यं भवितुमर्हति. अगमयत् इत्यत्र प्रत्ययः कस्मिन् अर्थे अस्ति? अगमयत् इति प्रेरणार्थे अस्ति, गमि धातुतः अस्ति न, गमियोगः तत्र. हरि कस्मिन् अर्थे अस्ति प्रत्ययः? हरिः सूचयति न, कर्ता कर्ता इति हरिः अस्ति, तत्र कर्तारमेव बोधयति न. कस्मिन् अर्थे अस्ति सम्यक्, कस्मिन् अर्थे अस्ति कर्त्रार्थे अस्ति, कर्त्रार्थे अस्ति, कर्त्रार्थे अस्ति, अतः तत्र हरिमेव सूचयति. अगच्छन् इत्यत्र कस्मिन् अर्थे अस्ति? अगच्छन् तु तत्र तु बहुवचने, बहुवचने अस्ति. अपि च तत्र सामान्य कस्मिन् अर्थे अस्ति इति अहं पृच्छामि, बहुवचने तत्रापि कर्त्रार्थे अस्ति न, कर्त्रार्थे एव अस्ति, सर्वत्र कर्त्रयोगः इति अत्र पश्यतु. सर्वत्र यावत्पर्यन्तं तत्र यक् प्रत्ययः न दृश्यते सामान्यतया तत्र कर्त्रार्थे अस्ति इति वयम् अवगन्तुं शक्नुमः खलु. समीचीनं. तर्हि इदानीम् अग्रे तत्र विनयमहोदय वदतु, रामः कृष्णं नगरम् अञ्चयति. आं भगिनि, अञ्च इति धातुः गत्यर्थकः अस्ति. अड्यन्त अवस्थायां वाक्यमस्ति कृष्णः नगरम् अञ्चति. अत्र धातु अस्ति गतिबुद्धि प्रत्यवसानार्थ शब्दकर्म अकर्मकामणि कर्ता सण आधारेण प्रयोज्य कर्ता तृतीयविभक्ति भवति, कर्मत्वं भवति. अत्र व्यवस्था अस्ति द्विकर्मकव्यवस्था, सूत्राधारेण व्यवस्था अस्ति द्विकर्मक अवस्था. परन्तु केवलं किञ्चित् धातवः धातवः ण्यन्तप्रकरणे अन्तर्गतः. धातवः बहुशः द्विकर्मकः, परन्तु किञ्चित् धातवः गत्यर्थक बुद्ध्यर्थक इत्यादि ण्यन्तप्रकरणे अन्तर्गतः. तर्हि कर्म भवति, प्रयोज्य कर्ता अस्ति, द्वितीय भवति कृष्णं भवति. कृष्णं भवति तदनन्तरं रामः कर्ता अस्ति, प्रयोजककर्ता अस्ति, प्रयोजकर्थः अस्ति, प्रत्ययाधारेण रामः उक्त अस्ति, प्रयोजक प्रथम अस्ति. परन्तु तदनन्तरम् अञ्च धातुः अस्ति, अञ्च धातुः अग्रे गच्छामः तर्हि ऋजन्त इकार अस्ति, अतः अञ्च योग इकार अञ्ची भवति. तदनन्तरम् अत्र प्रत्यय अस्ति विकर्णप्रत्यय, शप् प्रत्यय अस्ति, शककर्त्री आधारेण सार्धातुक आर्धातुकयोः गुण भवति, तदनन्तरम् अञ्चे भवति. तदनन्तरं सन्धिभक्ति एचु ऐ वायावः अतः अञ्चयो भवति तर्हि विवक्ष तिङ्विवक्ष आधारेण अञ्चयति भवति सम्यक् बहु समीचीनम् इति अस्ति तत्र रामः प्रयोजककर्ता कृष्णः प्रयोज्यकर्ता तत्र प्रयोज्यकर्तुः कर्मत्वं लभ्यते यतोहि अञ्च् इति धातुः गत्यर्थकः अस्ति अतः कृष्णः इति प्रयोज्यकर्तुः कर्मत्वं भवति तत्पश्चात् कर्मणि द्वितीया इत्यनेन द्वितीयविभक्तिः भवति अतः तत्र प्रयोज्यकर्तुः द्वितीयार्थः अस्तु अग्रे गच्छामः बुद्ध्यर्थकदातवः इदानीं तत्र अरविन्द महोदय अरविन्द महोदय नास्ति भगिनि गतवान् ओ नास्ति अस्तु किञ्चित् कार्यमासीत् अस्ति भगिनि चाट् मध्ये उक्तवान् वा अस्तु आम् आम् आं भगिनि उक्तवान् अस्तु अस्तु तर्हि तत्र तर्हि मीना भगिनी अग्रे नमस्कारः उषा भगिनि नमस्कारः भगिनि बुद्ध्यर्थदातवः बुद्धिः सामान्यज्ञानम् अर्थः येषां तादृशदातवः यस्य अर्थः जानाति अवगच्छति बुध्यते इति अस्ति इदानीं गद्यर्थः दातवः दत्तं उदाहरणं पठितम् इदानीं बुद्ध्यर्थदातवः बुद्धिः दातोः उदाहरणमस्ति आचार्यः छात्रं पाठं बोधयति बुद्ध अवगमने इति धातुः बुद्ध्यर्थकः अस्ति अन्यन्त अवस्थायां वाक्यमस्ति छात्रः पाठं बोधति अत्र छात्रः पाठं बोधति इति शुद्धवाक्यमस्ति अन्यजन्तवाक्यमस्ति छात्रः बोधति इति लट्लकारे कर्तव्ये अस्ति तत्र छात्रः इति उक्तं तत्र तस्मात् प्रत्ययः लट्लक प्रत्ययेन उक्तं छात्रः इति तस्मात् छात्रः प्रथमाविभक्ति भवति एक्स्क्यूस् मी भगिनि छात्रः पाठं बोधति इति भवति तदनन्तरम् आचार्य एतत् शुद्धवाक्यं भवति पाठम् इति कर्मसंज्ञा भवति छात्रः इति प्रथमा विभक्ति भवति प्रत्ययेन उक्तं बोधति इति लट्लका तिङ् प्रत्ययेन उक्तं छात्रः तस्मात् प्रथमा विभक्ति तदनन्तरम् आचार्य इदानीम् आचार्यः छात्रं पाठं बोधयति इति निजन्तवाक्यमस्ति यत्र छात्रः प्रथमाविभक्ति अस्ति तत्र इदानीं छात्रम् आचार्यः छात्रं पाठं बोधयति इति आचार्यः प्रयोजककर्ता भवति इदानीं छात्रः यत्र प्रयोजककर्ता अस्ति सामान्यवाक्ये इदानीं प्रयोज्यकर्ता भवति इदानीं गत्यर्थे गतिबुद्धिप्रत्यर्थ अवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्ता सणौ इति सूत्रेण कर्मसंज्ञा भवति तत्र इदानीं छात्रम् इति यत्र प्रथमवाक्ये प्रथमाविभक्ति भवति तत्र कर्मसंज्ञा भवति कर्मणि द्वितीया इति सूत्रेण द्वितीया विभक्ति भवति छात्रम् इति द्वितीया विभक्ति पाठम् इति प्रथमवाक्ये यदि अस्ति तादृशमेव द्वितीया विभक्ति अस्ति इदा बोधयति इति बुद्धधातोः निजन्तरूपमस्ति बुद्धियोगः निच्छि तदनन्तरं बोधि इति नूतन धातु भवति तदनन्तरं बोधि शप् योजनेन बोधि सार्वधातुक अर्धातुकविचयेन बोधे तदनन्तरम् एजन् एचोयावः इति सूत्रेण बोधयति इति भवति किं किं वक्तव्यं भगिनि बोधयति इति बुद्ध्यार्थे भवति तस्मात् एव कर्म संज्ञा भवति तत्र प्रत्ययस्य कः अर्थः कर्त्री अर्थे भवति कर्त्रार्थे भवति परन्तु यद्यपि कर्त्रार्थे अस्ति अत्र कर्ताद्वयम् अस्ति खलु कर्ताद्वयम् आचार्य अपि च छात्रं च तत्प्रयोजककर्ता इति सूत्रेण च प्रयोजककर्ता कर्मसंज्ञा अपि च कर्तृसंज्ञा अस्ति सूचयति भवति बोधयति इत्यनेन तत्र कः उक्तः बोधयति इत्य अनेन गत्यर्थदातकः बुद्ध्यर्थदातकः तत्र कः उक्तः इति मया पृष्टः आचार्यः इति उक्तः आचार्यः प्रयोजककर्ता तस्मात् आचार्यः अतः आचार्यस्य प्रथमाविभक्तिः खलु प्रथमाविभक्तिः बोधयति इति कर्तृप्रयोगः अस्ति तत्र तस्मात् कः तिङ् प्रत्ययेन किम् उक्तम् आचार्यः इति उक्तं यद् उक्तं तत् प्रथमाविभक्ति भवति प्रयोजककर्ता प्रथमाविभक्ति भवति छात्रः अनुक्तः तस्मात् कर्मापि अस्ति अस्मिन् सूत्रेण बुद्ध्यर्थक गति बुद्धिप्रत्ययावसानार्थशब्दकर्म अकर्मकाणामणि कर्ता च नौ इति सूत्रेण कर्मसंज्ञा भवति साधारणतया तृतीया विभक्ति भवति यदि यदि यत्र यत्र अत्र अस्मिन् सूत्रे किं किं धातुः उक्तं तत् तयोः एव धातोः एव कर्मसंज्ञा भवति तत्र सूचयति सम्यक् समीचीनं धन्यवादः सम्यक् अस्तु अग्रे उमा भगिनी हरिः स्वजनान् ओके सम्बडि वाण्ट् सो संथिङ्ग् किं पृच्छति पृच्छतु भगिनि पृच्छामि वा भगिनि पृच्छामि वा पृच्छतु भगिनि तत्र अवेदयत् इति रूपं कथं भवति न श्रूयते भगिनि न श्रूयते अधुना श्रूयते वा भगिनि अवेदयत् इति रूपं कथं भवति तत्र वद् इति धातुः अस्ति वदि इति धातुः भवति तदनन्तरं अवेदयत् इति रूपं कथं भवति लङ्लकारः लङ्लकारः खलु विद् धातुः लङ्लकारस्य रूपं खलु ओ विद्वेदी इति धातुः विद्ज्ञाने विद्ज्ञाने अस्तु अस्तु अस्तु क्षम्यताम् अन्वित भगिनि हरिः नेक्स्ट् नेक्स्ट् अध्यापकः छात्रं विषयं ज्ञापयति न न हरिः स्वजनान् किमर्थम् अग्रे हरिः सारि सारि सारि सारि हरिः स्वजनान् वेदार्थम् अवेदयत् विद् ज्ञाने इति बुद्ध्यर्थकः धातुः अस्ति अन्यन्तावस्थायां वाक्यम् अस्ति स्वजनाः वेदार्थम् अविदुः स्वजनाः वेदार्थम् अविदुः ओके हरिः स्वजनान् वेदार्थम् अवेदयत् इति वाक्ये हरिः प्रथमाविभक्ति स्वजनान् द्वितीयाविभक्ति वेदार्थम् अवेदयत् इति क्रियापदं सो हरिः अवेदयत् सो हरिः प्रथमाविभक्ति तस्मात् कर्तर्तकः कर्ता उक्तम् अस्ति, स्वजनान् द्वितीया कर्मद्वितीया इति सूत्रेण स्वजनान् वेदार्थम् अवेदयत् इति वाक्यं सिद्धं, स्वजनाः वेदार्थम् अविदुः इति कर्तर्त स्वजनाः वेदार्थम् अविदुः. अत्र स्वजनाः इति कर्म कर्मपदं प्रथमाविभक्ति अस्ति, वेदार्थम् अविदुः. किं कर्मपदं प्रथमविभक्तौ अस्ति वा? नो, इति कर्म स्वजनान् इति अत्र स्वजनाः इति कर्म कर्मपदं प्रथमाविभक्ति अस्ति. न न, कर्म नास्ति. न न न न, केवलं तत्र निजन्तव्यवहारे एव प्रयोजकर्तुः कर्मसंज्ञा भवति. अन्यन्तावस्थायां स्वजनाः इति कर्म नास्ति, कर्ता एव. अतः लिङ्क् कृत्वा तत्र कर्म अस्ति इति कृत्वा अत्र कर्म स्वजनाः कर्म इत्यस्य प्रथमा भक्तिः इति न, समीचीनं वाक्यमेव नास्ति. स्वजनाः इत्यस्य स्वजनाः वेदार्थम् अविदुः इति वाक्ये स्वजनाः इत्यस्य केवलं कर्तृसंज्ञा. रामः शालां गच्छति इत्यत्र रामः इत्यस्य यथा कर्तृसंज्ञा, एवमेव स्वजनाः इत्यस्य केवलं कर्तृसंज्ञा, कर्मसंज्ञा नास्ति. ओके ओके ओके, स्वजनाः वेदार्थम् अविदुः. स्वजनाः इति प्रथमा विभक्ति, वेदार्थम् अविदुः. सो दट् मीन्स् दे लर्न् टु द वेदार्थ, दट्स् आल् इसन्ट् इट्? दट् इस् इफ् यु सी द मीनिङ्ग्. ओके, सो हरिः स्वजनान् वेदार्थम् इति निजन्तवाक्यम् अवेदयत्. हरि प्रथमाभक्ति, अवेदयत् इति सिङ्गन्नपदं, स्वजनान् वेदार्थम् इति कर्मणि द्वितीया कर्मपदं द्वितीया इति स्वजनान् इत्यस्य कर्मसंज्ञा कथं? स्वजनान् इति द्वितीया विभक्ति न, तस्य कर्मसंज्ञा किमर्थम्? निजन्तवाक्ये किमर्थं कर्मसंज्ञा? किमर्थं वेदार्थं, वेदार्थं स्वजनान् वेदार्थं द्वयोः कर्मसंज्ञा न, स्वजनान् इत्यस्य कर्मसंज्ञा किमर्थं? वेदार्थं तु कर्मसंज्ञा, अन्यन्तशुद्धवाक्ये अपि वेदार्थमिति कर्मसंज्ञा अस्ति, परन्तु अत्र निजन्तवाक्ये स्वजनान् इत्यस्य कर्मसंज्ञा किमर्थम्? अनुसृते अत्र उक्तम्, अतः तत्र कर्मपदं भवति. न न, भगिनी एव वदति, उमा भगिनी एव वदति. नो, हरिः अवेदयत् इति हरिः प्रथमाव्यक्ति, सो अत्र कर्ता उक्तम् अवेदयत् इति तिङन्तपदेन. स्वजनान् इति द्वितीया विभक्तिः, बिकास् इट् इस् कर्मणि कर्मद्वितीया इति. सत्यं, बहु समीचीनं, कर्मणि द्वितीया इति द्वितीया विभक्तिः, परन्तु कर्मसंज्ञा किमर्थम् इति मया पृष्टम्. किमर्थम् इति सन् न अवगतं, कथं कर्मसंज्ञा तत्र? प्रश्नः स्वजनान् इति, स्वजनान् इत्यस्य का, स्वजनान् इति प्रयोजककर्ता वा प्रयोज्यकर्ता वा? अच्छा अच्छा, ओके ओके, इट् इस् प्रयोज्यकर्ता. प्रयोज्यकर्तुः हरिः, हरिः प्रयोजककर्ता, प्रयोज्यकर्ता स्वजनान्. प्रयोज्यकर्ता स्वजनान् इत्यस्य कर्मसंज्ञा कथं भवति? कर्मणि द्वितीया इति सूत्रेण, कर्मणि द्वितीयदिने द्वितीयविभक्तिः भवति, तद् भिन्नवर्तक. कर्मसंज्ञा कथं भवति इति सूर्यकुमारी भगिनी सहायं करोतु. बुद्ध्यर्थकः अस्ति. किमस्ति बुद्ध्यर्थकः? बोधयति, गतिबुद्धि, बोधयति विद् धातु बुद्ध्यर्थकः. अवेदयत् इत्यत्र यः विद् धातुः अस्ति खलु, सः बुद्ध्यर्थकः अस्ति इति कृत्वा प्रयोज्यकर्तुः कर्मत्वं भवति, नो चेत् कर्मत्वं न भवति. विद् धातुः अस्ति इति कृत्वा स्वजनान् इत्यत्र प्रयोज्यकर्तुः कर्मत्वम् अतः कर्मणि द्वितीयदिने द्वितीयविभक्तिः भवती कर्मणि द्वितीयदिने द्वितीयविभक्तिः सम्यक्तया उक्तवती, परन्तु किमर्थं कर्मसंज्ञा इति चेत् गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकाणाम् इति सूत्रेण तत्र कर्मसंज्ञा, यतोहि विद्युधातुः ज्ञानार्थकः अस्ति. ओके अद्यपि अवगतम्. ओके तर्हि स्वजनान् विकास इति अवेदयत् स्वजनान् वेदार्थं हरिः वेदयति, सो तदेव कर्मसंज्ञा सम्भवति स्वजन स्वजनान्. सम्यक् समीचीनम्. तर्हि अग्रे अरुणा भगिनी. भगिनी अत्र अर्थम् इति अस्ति तद् वेदस्य अर्थम् इति अर्थे वा अथवा तदर्थम् इति अर्थं वा? नो, वेदस्य अर्थं वेदस्य अर्थं वेदार्थम् इति द्वितीयविभक्ति. तर्हि अस्तु, धन्यवादः. आम् नमस्ते भगिनि. अध्यापकः छात्रं विषयं ज्ञापयति, अत्र निजन्तरूपं ज्ञापयति अस्ति, ततः अध्यापकः प्रथमविभक्ति, विषयमपि द्वितीयाविभक्ति, छात्रमपि द्वितीया विभक्ति अस्ति. अन्यन्तरूपमस्ति छात्रः विषयं जानाति. जानाति ज्ञा दातु बुद्धि कति बुद्धि प्रत्ये अवसानार्थशब्दकर्म अकर्मणामपि कर्माणि कर्तासान उत्तर सूत्रेण बुद्धिसूत्रेण छात्रः द्वितीयविभक्ति भवति. यतोहि ज्ञादातुः ज्ञादातुः न जानाति इति अर्थः अस्ति चेत् बुद्धि अवस् कति बुद्धि प्रत्यवसानार्थशब्दकर्म कर्मणामणि सत्यम् इति सूत्रेण कर्मसंज्ञा यतोहि ज्ञापयति इत्यत्र ज्ञादातुः बुद्ध्यर्थकः अस्ति इति कृत्वा छात्रस्य प्रयोज्यकर्तुः कर्मसंज्ञा, तत्पश्चात् कर्मणि द्वितीया इत्यनेन द्वितीयविभक्तिः भवति, अतः छात्रं विषयं ज्ञापयति अध्यापकः. समीचीनम्. आं भगिनि, पिता पुत्रं धर्मं बोधयति विज्ञापयति, तत्र पिता कर्तृपदमस्ति, पुत्रं धर्मं बोधयति अथवा विज्ञापयति, अनिजन्तरूपं पुत्रः धर्मं बोध्यते भवति वा बोध्यते अन्यन्तवसायं वाक्यं किमस्ति बुद्धधातोः बोधति बोधति पुत्रः धर्मं बोध्यते बोधति यत्किमपि पुत्रः धर्मं पुत्रः धर्मं बोधति बुद्धातु बुद्धातु बुद्ध्यात्मकधातुः अस्ति, तत्कारणेन गतिबुद्धिप्रत्यवसनार्थ प्रत्यवसानार्थ शब्द कर्मका कर् कर्म कर्मक अनिजन् क्षमितं भगिनी गतिबुद्धिप्रत्ययवशाब्दशब्दकर्म कर्मकानामनि कर्ता सा नौ इत्यनेन कर्मसंज्ञा भवति धातुकर्मसंज्ञा भवति क्षम्यतां प्रयोजककर्ता सकर्मसंज्ञा भवति तत् कर्मणि द्वितीया इत्यनेन प्रयोजककर्तुः कर्मणि भवति निजन्तप्रयोगे द्वितीया विभक्तिः भवति आम् आम् पिता पुत्रं धर्मं बोधयति इति शुद्धवाक्यं विज्ञापयति विज्ञापयति इत्यत्रापि समानम् आम् आम् सम्यक् सर्वैः बुध्यते खलु अत्र कोऽपि प्रश्नः अस्ति वा अस्तु तर्हि इदानीम् अग्रे विजयवर्गी वक्तुमिच्छति वा आं महोदय वदामि न श्रूयते भगिनी किञ्चित् समीपे आगच्छतु नमस्कारः भगिनि अहं वदामि नमस्कारः वदतु अत्र शब्दकर्म शब्दकर्मकदातवः न श्रूयते शब्दकर्मकदातवः शब्दः कर्मकारः प्रत्यवसानार्थकदातवः अस्तु मात्रा पुत्रं क्षीराणं भोजयति भुज् इति धातुः भक्षणार्थे अस्ति अन्यन्त अवस्थायां वाक्यमस्ति पुत्रः श्रीः अन्नम् अस्तु श्रीराणं भुङ्क्ते भुनक्ति इति अस्ति श्रीः अन्नम् इति नास्ति न ना, ना, क्षीरं खलु क्षीरं दुग्धं क्षीराण्णं किं क्षीरेण अन्नं हा तृतीयविभक्ति अस्तु क्षीराण्णं भुङ्क्ते भुनक्ति इति अर्थे आगच्छति अत्र माता इति प्रधानकर्म अस्ति अतः प्रथमविभक्तिं भवति पुत्रं प्रधान किं प्रधानकर्म इति वा प्रधानकर्ता अत्र प्रधानकर्ता इति मा वदतु प्रयोजककर्ता इति वदतु हा प्रयोजककर्ता अत्र प्रधानमपि अस्ति खलु महोदय अत्र सत्यं प्रधानमेव अस्ति प्रधानमस्ति नास्ति इति नास्ति परन्तु अस्माकं सर्वेषाम् अवगमनार्थं प्रयोजककर्ता इति वदति प्रयोजककर्त्री समीचीनं नेता नेत्री प्रयोजककर्त्री अत्र माता इति अस्ति पुत्रम् अत्र प्रयोज्यकर्ता अस्ति श्रीराण्णं भोजयति अत्र भुनक्ति इति धातुः अत्र निच् प्रयोगे भोजयति इति अत्र निच् प्रयोगे अस्ति अन्यन्त अवस्थायां वाक्यमस्ति पुत्रः श्रीराण्णं भुङ्क्ते भुनक्ति इति परन्तु अत्र निच् प्रयोगे भोजयति इति भवति पुत्रमिति अत्र प्रयोज्यकर्ता सूचयति पुत्रमिति तत्र द्वितीयविभक्तिः किमर्थं चेत् अत्र उक्तमस्ति इदानीमेव दृष्टवन्तः अत्र इदानीं न दृष्टवन्तः नूतनमस्ति खलु एतावता न दृष्टम् इदानीं तत्र निच् प्रयोगे कर्मत्वं प्राप्नोति खलु महोदय अत्र अतः कर्मपदं स्वीकृतम् अत्र पुत्रम् इति न किमर्थं कर्मसंज्ञां प्राप्नोति अत्र उक्तमस्ति अभिहिते इति तत्र न श्रूयते भगिनी अत्र उक्तमस्ति खलु महोदय, अत्र किं करणीयं, माता पुत्रं श्रीरान्नं भोजयति इति अत्र पुत्रं किं करणीयम् इति कर्मपदम् अत्र सूचयति किं करणीयम् इति. न न न न न न भवती न न श्रुतवती. न पुत्रः इत्यस्य कर्मसंज्ञा किमर्थं तत्र, पुत्रः किं करणीयं तत्तु भिन्नवार्ता, पुत्रः इत्यस्य कर्मसंज्ञा किमर्थम् इति प्रश्नस्य उत्तरं न उक्तवती. एतत् अत्र प्रत्यवसानार्थ इति अर्थे अत्र भुज् धातु आगच्छति. गति बुद्धि प्रत्यवसानार्थ शब्दकर्म कर्म अकर्मक अकर्मकाणां काणामणिकर्ता सौ नौ स नौ इत्यनेन अत्र प्रत्यवसानार्थकः इत्युक्ते अत्र भोजनार्थकः धातवः अस्ति. अतः तत्र एतत् सूत्रेण अत्र पुत्रम् इति द्वितीया विभक्तिः स्वीकृतम्. गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणौ अकर्मकाणम् अणिकर्ता सनौ इति सूत्रेण किं भवति तत्र पुत्रः इत्यस्य द्वितीया विभक्ति भवति. न गतिबुद्धि इति सूत्रेण किं भवति तत्र कर्मसंज्ञा भवति. आम् पुत्रम् इत्युक्ते अत्र कर्मं कर्मसंज्ञा एव भवति अत्र कर्मसंज्ञा भूत्वा. गतिबुद्धिप्रत्यवसानार्थशब्दकर्म इति सूत्रेण कर्मसंज्ञा भूत्वा तत्पश्चात् द्वितीया विभक्तिः भवति. गतिबुद्धि इति सूत्रेण कर्मसंज्ञा एव विधीयते न तु विभक्तिविधानम्. आं महोदय अत्र कर्मत्वम् अतः तत्र कर्मत्वं प्राप्नोति द्वितीयविभक्तिं प्राप्नोति अतः द्वितीया विभक्तिः. धन्यवादः. अस्तु समीचीनं. तर्हि इदानीम् उषा भगिनी अन्ततो गत्वा. हरिः. अस्तु भगिनि. हरिः देवान् अमृतम् आशयत्. अश् भोजने इति धातुः अन्यन्त अवस्थायां वाक्यमस्ति. देवाः अमृतम् आश्नन्. हरिः देवान् अमृतम् आशयत् इति निजन्तवाक्ये वाक्यम् अस्ति. आशयत् इति क्रियापदेन हरिः इति कर्ता उक्ता भवति. हरिः देवान् अमृतम् आशयत् अन्यन्त अवस्थायां देवाः अमृतम् आश्नन्. आश्नन् इत्यनेन देवाः इति उक्तः भवति. देवाः बहुवचनं, आश्नन् इति बहुवचनं, तदेव देवाः अपि बहुवचनं. देवाः अमृतम् आश्नन् इति अन्यन्त अवस्थायां देवाः यः ये कर्ता अस्ति तत् कर्ता आश्नन् इति आश् इति धातोः भोजनार्थे अस्ति इत्यनेन निजन्तवाक्ये हरिः देवान् अमृतम् आशयत् इति कृते देवान् देवाः इति अन्यन्तावस्थायाम् अत्र देवान् इति कर्मसंज्ञा भवति. यतोहि गतिबुद्धिप्रत्यवसानार्थशब्दकर्म कर्मकाणाम् अणिकर्ता स नौ इत्यनेन कर्मसंज्ञा प्राप्नोति. कर्मसंज्ञा प्राप्त्वा कर्मसंज्ञा प्राप्य देवान् इति द्वितीया विभक्ति भवति. यतोहि देवाः इति अन्यन्तावस्थायां बहुवचने अस्ति. आं भगिनि. आम् तत्र अग्रे पिता बालं क्षीरं पाययति इति पापाने इति धातुः भक्षणार्थे अस्ति. अण्यन्त अवस्थायां वाक्यमस्ति बालं क्षीरं पिबति, बालः क्षीरं पिबति इति. तत्र प्रथमम् अण्यन्त अवस्थायां बालः इति प्रयोजक प्रयोज्यकर्तुः अस्ति. अपि च तत्र पिबति पिबति इत्यस्य पा इति धातुः प पा इति पाने इत्युक्ते भक्षणार्थे इति अर्थे भवति, अतः तत्र तस्य अस्मिन् वाक्ये प्रयोज्यकर्तुः कर्मसंज्ञा भवितुम् अर्हति. इदानीं तत्र पा इति धातुः पाययति इति भवति, तत्र पा इति धातोः वदामि वा, पा इति धातोः तत्र कथं पाययति इति भवति इति वदनीयं वा भगिनि? वदतु. अस्तु, पा इति धातुः तत्र दीर्घ आकारान्तधातुः भवति, तत्र इत्युक्ते तत्र पै इत्यस्य दीर्घ आकारान्तः भवति, पा इति धातुः एव. पा इति धातोः कृते तत्र शाच्छा साह्वा व्या वेपां युक् इति सूत्रेण विकल्पेन युगागमः भवति. पायोगः विकल्पेन नास्ति, नित्यं नित्यम्. अस्तु अस्तु, इत्युक्ते तत्र क्षम्यतां भगिनि, विकल्पेन न किन्तु अपवादत्वेन भवति. तत्र अर्ति ह्रीव्लि क्नु रि क्नुयि क्षाम्याताम् इति पुङ्नौ इति सूत्रस्य अपवादत्वेन भवति. अपि च तत्र पायोगः युक्योगः णिच् इति पायि इति भवति, तदनन्तरं पाय इति निजन्तरूपम्. इदानीं तत्र प्रथमं प्रयोजक, तत्र बालः इति प्रयोजककर्तुः, प्रयोजककर्ता इदानीं पिता इति अस्ति. पिता बालं क्षीरं पाययति इत्यनेन पिता प्रयोजककर्ता भवति. तस्य हेतुमति च इत्यनेन प्रयोजक अपि च हेतुः हेतुसंज्ञकः कर्तुसंज्ञकः अपि भवति. तदनन्तरं हेतुमति च इत्यनेन प्रथमं णिच् तदनन्तरं हेतु तत्प्रयोजको हेतुश्च इत्यनेन कर्तृसंज्ञा अपि हेतुसंज्ञा भवति पितुः. तदनन्तरं यतोहि तत्र पा इति भक्षणार्थे धातुः अस्ति इति कृत्वा गतिबुद्धिप्रत्ययोसान गतिबुद्धिप्रत्ययोसानार्थशब्दकर्मा कर्मकाणाम् अणि कर्ता स णौ इति सूत्रेण तस्य प्रयोज्यकर्तुः कर्मसंज्ञा भवति. अतः यतोहि बालः इति प्रयोज्यकर्तुः अस्ति, पिता बालं क्षीरं पाययति इत्यत्र बालः इत्यस्य कर्मसंज्ञा भवति, बालम् इति भवति. तदनन्तरं बालम् इत्यस्य कर्मणि द्वितीया इति सूत्रेण द्वितीया विभक्तिः भवति तत्र. समीचीनं, पादातुः भक्षणार्थकः अस्ति इति कृत्वा प्रयोज्यकर्तुः कर्मत्वं गतिबुद्धि इति सूत्रेण, अनन्तरं कर्मणि द्वितीया इति द्वितीयविभक्तिः भवति. यथा पूर्वं चर्चितं तथैव अत्र अस्तु. अग्रे विजयलक्ष्मी भगिनी. आं भगिनि, शब्दकर्मकधातवः शब्दः कर्मकारकं येषाम्, अर्थात् यस्य धातोः कर्मकारकं शब्दः अस्ति सः शब्दकर्मकः. एतादृशस्य अर्थस्य स्वीकारे क्रन्दयति, वादयति, ह्वाययति, शब्दाययति, जल्पयति इत्यादीनां ग्रहणं न भवति, यतोहि एते धातवः शब्दक्रियकाः भवन्ति. शब्दक्रियकः नाम शब्दं करोति इत्यर्थः. शब्दकर्मकः इत्युक्त्वात् शब्दक्रियकस्य ग्रहणं नास्ति. अत्र वयं तु इदानीं गत्यर्थकः बुद्ध्यर्थकः प्रत्यवसानार्थकः धातूनां विषये पठितवन्तः. इदानीं शब्द कर्मस्य विषये शब्दकर्मणः विषये पश्यामः. अत्र शब्दकर्मकधातवः इति केषां धातूनां विषये इत्यस्य विग्रहवाक्यमस्ति शब्दः कर्मकारकं येषां तेषामेव शब्दकर्मकधातवः इति नामधेयम्. अर्थात् यस्य धातोः कर्मकारकम् एव शब्दः अस्ति सः शब्दकर्मकः. अतः क्रन्दयकर्मकः कस्य विशेषणम्? शब्दकर्मकः अत्र धातोः विशेषणम्. कीदृशधातुः इति पृच्छामः चेत् धातुः शब्दकर्मकः खलु? आम् वदतु. इदानीं क्रन्दयति, वादयति, ह्वाययति, शब्दाययति, जल्पयति इत्यादीनां धातूनां शब्दकर्मकः इति नामधेयं न भवति. यतोहि अत्र शब्दक्रियकः इत्युक्ते शब्दकारकः अण्ड् क्रियकः, तत्र शब्दक्रियकः इत्युक्ते यः स्वयं शब्दं जनयति तादृशधातुः. क्रन्दयति इति वदामः चेत् बालकः क्रन्दयति इत्यस्य अर्थः कः? बालकः मेक्स् अ नाय्स् आर् क्रैस्. क्रन्दयति इत्यनेनैव शब्दं करोति इति अर्थः अस्ति खलु, परन्तु शब्दकर्मकः इत्युक्ते तादृश अर्थः नास्ति. धातोः एव शब्दं करोति इति अर्थः नास्ति. धातोः यः कर्म अस्ति तादृशकर्मपदं शब्दं करोति, धातुः शब्दं न करोति. शब्दकर्मकः इत्युक्ते धातुः शब्दं न करोति, परन्तु धातोः यत् कर्म अस्ति तत् कर्म सः शब्दं करोति. परन्तु शब्दक्रियकः नाम कः इति चेत् साक्षात् धातुः एव शब्दं करोति. यथा क्रन्दयति इति वदामः चेत् तत्र शब्दः तु साक्षात् धातुतः एव अस्ति, क्रिया धातोः शब्दं करोति. आह्वयति इति वयं आह्वयति इति वदामः चेत् अत्र एव तत्र साक्षात् तत्र शब्दः अस्ति. परन्तु अत्र तादृशधातोः ग्रहणं नास्ति. अत्र शब्दकर्मकः इति वयं वदामः चेत् धातुतः शब्दः नास्ति, व्यापारः शब्दः नास्ति, धातोः व्यापारः शब्दः नास्ति, परन्तु धातोः यत् कर्म अस्ति तादृशकर्म शब्दं बोधयति. यथा उदाहरणे गुरुः शिष्यं वेदं पाठयति, पाठयति इति धातुः साक्षात् शब्दं न जनयति. सत्यं. परन्तु तत्र वेदं पाठयति इति वयं वदामः चेत् तत्र वेदः इति शब्दः अस्ति साक्षात् शब्दः, अतः एव श्रुतिः इति वयं वदामः. तादृशधातुः कर्म अस्ति, पाठ इति धातुः कर्म अस्ति इति कृत्वा पाठयति इत्यत्र यः धातुः अस्ति सः धातुः शब्दकर्मकः इति कृत्वा शिष्यः इति प्रयोज्यकर्तुः कर्मत्वं भवति, यतोहि पाठ धातुः शब्दकर्मकः अस्ति. यदि गुरु शिष्यं वेदं बोधयति इति भवति तदा किं भवति? तथा तत्र बुद्ध्यर्थकधातुः इति स्वीकृत्य वक्तुं शक्नुमः, शब्दकर्मः इति वक्तुं शक्नुमः, यत्किमपि वक्तुं शक्नुमः. शिष्यं वेदं बोधयति इत्येव भवति खलु, बुद्ध्यर्थकमपि न तु शिष्येण बोधं वेदं शिष्यमेव भवति, शिष्यमेव. अतः शब्दकर्म कः? वेदम् इत्यस्य कारणेन एव, वेदः अस्ति इति कारणेन धातोः शब्दकर्मकः इति नामधेयं भवति. अतः एव यद्भवती पूर्वं पृष्टवती खलु वेदार्थम्, अतः एव वेदार्थं बोधयति इति उक्तं, वेदं बोधयति इति न उक्तम्. यदि वेदं बोधयति इति वदति चेत् अत्र विवक्षा का इति चेत् वेदार्थं बोधयति इत्येव विवक्षा. वेदं बोधयति इति चेत् वेदस्य यः अर्थः अस्ति तस्य विषये वदति इत्यर्थः, तदानीं तु बुद्ध्यर्थकः अस्ति इति कृत्वा द्वितीयविभक्तिः भवति प्रयोज्यकर्तुः। बोधयति इति धातोः प्रयोगेन एव वयम् अवगन्तुं शक्नुमः बुद्ध्यर्थकः इति। थेङ्क्फुलि द्वयोः प्रयोगयोः प्रयोगे अपि बुद्ध्यर्थकः अनन्तरं शब्दकर्मकधातवः द्वयोः कर्म सम्यक् एव भवति इति कृत्वा कन्फ्यूजन् भवति चेत् अपि आन्सर् सम्यक् न, अत्र कन्फ्यूजन् एव नास्ति इति वक्तुमिच्छामि अहम्। अत्र कन्फ्यूजन् एव नास्ति, अत्र वाक्यार्थः कः इति अवगन्तव्यम्। केवलं तत्र बुद्धधातुः शब्दकर्मः कः अस्ति इति मेकानिकलि कुर्मः चेत् अस्तु अत्रापि शब्दकर्म कः अस्ति इति वयं चिन्तयितुं शक्नुमः, परन्तु वेदं बोधयति इत्यस्य अर्थः कः? वेदशब्दरूपेण बोधयति इति अर्थः वा नो चेत् अर्थरूपेण बोधयति इति वा प्रश्नः खलु? शब्दरूपेण बोधयति चेत् तत्र शब्दकर्म कः इति यथा भवती वदति तथा वक्तुं शक्नुमः, परन्तु अर्थरूपेण बोधयति चेत् तत्र केवलं बुद्ध्यर्थकः एव, अतः विवक्षा का इति अवगन्तव्यम्। विवक्षातः कारकाणि, अतः विवक्षानुगुणं शब्दक्रियकः नाम शब्दं करोति इत्यर्थः, शब्दकर्मकः इत्युक्त्वा शब्द क्रियकस्य ग्रहणं न भवति, शब्दकर्मकः इत्यस्य एव ग्रहणं भवति। यथा गुरुः शिष्यं वेदं पाठयति, पठ धातुः शब्दकर्मकः अस्ति। अन्यन्त अवस्थायां वाक्यमस्ति शिष्यः वेदं पठति, केवलं पठति अतः शब्दकर्मकः इति मत्वा अत्र प्रसक्तसूत्रस्य विधानं भवति। गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकाणाम् अणिकर्तासनौ इत्यनेन अत्र पठ धातोः शब्दकर्मकः इति शब्दकर्मकधातु इति गणना भवति, अतः शिष्य इति यः प्रयोज्यकर्ता अस्ति तस्य अत्र कर्मसंज्ञा भवति, अतः द्वितीय किं सूत्रं कर्मणि द्वितीया इत्यनेन शिष्यपदस्य शिष्यम् इति द्वितीया विभक्ति भवति, अतः गुरुः शिष्यं वेदं पाठयति इति निजन्तावस्थायां वाक्यं निष्पद्यते। भगिनि अत्र पट् धातु शब्दकर्मकः इति अस्ति, पट् धातु शब्दकर्मकः अस्ति वेदमस्ति चेत् किल एव, यदि वाक्यमस्ति गुरुः शिष्यं पाठं पाठयति तत्र शिष्यम् इति कर्मसंज्ञा भवति वा न भवति? तदानीं तत्र तु शब्दकर्मकः नास्ति खलु? पट् धातु शर्मकः शब्दकर्मकः इति उक्तं तत्र तत्र वेदम् अस्ति चेत् किल, तत् तस्मात् एव पट् धातु शब्दकर्मकः भवति। पटधातु शब्दकर्मकः इत्यस्य अर्थः कः? वेदमस्ति इति तु तत्र अवगम्यते खलु, शब्दकर्मकः इति उक्तत्वादेव शब्दः कर्म शब्दः कर्म यस्य सः, तर्हि तत्र शब्दः कर्म यस्य सः कर्म किम् अस्ति? तत्र वेदमेव कर्म खलु, अतः तादृशवेदमस्ति इति कृत्वा तत् शब्दकर्मकः अभवत् धातुः। यत्र पाठ वेदम् अपेक्षया पाठमस्ति चेत् गुरुः शिष्येण पाठं पाठयति वा इति भवति। अन्य कोऽपि प्रश्नः अस्ति वा? अत्र स्थगयामः. श्रुति अस्ति चेत् एव कर्मसंज्ञा भवति इति भवती वेदं ते किं मन्त्रं वदतु पाठयतु. मन्त्रः इति तत्र मन्त्रः इति तत्र शब्दरूपेण अस्ति चेत् भवति. अस्तु अस्तु तर्हि धन्यवादः. नमस्कारः. नमस्कारः. धन्यवादः भगिनि. धन्यवादः भगिनि. नमस्कारः. धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः.